अस्तु, तर्हि विषयः अस्ति हलन्तशब्दाः। एतावता अस्माकं सविधे सर्वे हलन्तशब्दाः मनसि, अतः तेषां किञ्चित् अभ्यासम् अभ्यासः भवतु, अभ्यासं कुर्मः। इदानीं नपुंसकलिङ्गशब्दाः अन्तिमाः आसन्, तदर्थं तेषां किञ्चित् कुर्मः। इदानीं नेहारिका भगिनी, तत्र धनुष् इति वदति वा? धनुष्, धनुष्, धनुः, धनुषि, धनुंषि, धनुः, धनुषि, धनुंषि, धनुषा, धनुर्भ्यां, धनुर्भिः, धनुषे, धनुर्भ्यां, धनुर्भ्यः, धनुषः, धनुर्भ्यां, धनुर्भ्यः, धनुषः, धनुषोः, धनुषां, धनुषि, धनुषोः, धनुषु। हा, तत्र सप्तमे बहुवचने रूपद्वयमस्ति विकल्पेन, खलु? तत्र धनुषु शकार, हा वदतु। धनुषु अनन्तरं धनुषु, तत्र विसर्गः भवति। हा, धनुषु अथवा धनुषु इति रूपद्वयं भवति। समीचीनं, तर्हि तावदेव मनसि भवेत् यत् मध्ये तत्र द्विवचने बहुवचने च तृतीयचतुर्थी पञ्चमी तत्र रेफः अस्ति, यत्र षकारः मूर्धन्यषकारः अस्ति, यत्र तत्र सामान्यतया तादृशी स्थितिः अस्ति, षकारान्तशब्दः अस्ति चेत्, दन्तीयसकारशब्दः अस्ति चेत् तत्र ओकारः। अस्तु, समीचीनमस्ति। तर्हि इदानीं मनस् इति शब्दः, सन्ध्या भगिनी वदति वा? आम्, पुनः वदतु मनस्। आम्, मनस्, मनसि, मनांसि, मनस्, मनसि, मनांसि, मनसा, मनोभ्याम्। पुनः आरभ्यतां, पुनः पुनः करोतु, प्रायः समीचीनमेव। पुनः मनः, मनसि, मनांसि, मनः, मनसि, मनांसि, मनसा, मनोभ्यां, मनोभिः, मनसे, मनोभ्यां, मनोभ्यः, मनसः, मनोभ्यः, मनसः, मनसोः, मनसां, मनसि, मनसोः, मनसु, मनस्सु। हा, बहु समीचीनमस्ति। अस्तु, नूतनतया कोऽपि आगतो वा? पद्मा भगिनी अपि अस्ति, श्रीनिवासमहोदय अस्ति, अस्तु, सर्वे आगतवन्तः, बहु समीचीनमस्ति। ओके, अस्तु, पद्मा भगिनी, तत्र अप्सरस् इति अधीतवती वा? अप्सरस्, अप्सरस्, आम्, अप्सरस्, अप्सराः, अप्सरसाः, अप्सरसौ, अप्सरसः, अप्सरसम्, अप्सरसौ, अप्सरसः, अप्सरसा, अप्सरसोभ्याम्, अप्सरसोभिः। न न, तथा न, किं भवति? शोभा भगिनी वदतु, द्विवचने किमस्ति तृतीया? द्विवचने तृतीयविभक्ति अप्सरोभ्याम्। द्वितीयवचनं तृतीयविभक्ति अप्सरोभ्यामिति न, अप्सरसोभ्यामिति, हा, पुनः वदतु, अप्सरोभ्याम्। हा हा, अस्तु, अग्रे, अप्सरोभिः, चतुर्थविभक्ति अप्सरसे अप्सरोभ्याम् अप्सरसः अप्सरोभ्याम् अप्सरोभ्यः अप्सरसः अप्सरसे रसोः अप्सरसाम् अप्सरसि अप्सरसोः अप्सरत्सु. बहु समीचीनमस्ति. तत्र मनस् नपुंसकलिङ्गे अपि च अप्सरा स्त्रीलिङ्गे तत्र साम्यम् अस्ति पूर्णतया न, यतोहि तत्र नपुंसकलिङ्गे प्रथमाविभक्तौ द्वितीयविभक्तौ च भेदः तु भवति एव, किन्तु ततः अग्रे द्विवचने बहुवचने च तत्र ओकारः भवति इति विचारः. समीचीनमस्ति. अस्तु, प्रायः सर्वे न कस्यचित् गृहे ध्वनिः अस्ति तस्य च तत्र स्टार् सिक्स् इति नोदयतु कृपया. अस्तु, इदानीं डिश् शब्दः तत्र सुब्रह्मण्यमहोदय तत्र मेसचुसेट्स् इति वदति वा डिश्? आं महोदय, डिश् सकारान्तस्त्रीलिङ्गशब्दः दिक् दिशौ दिशः दिशं दिशौ दिशः दिशा दिग्भ्यां दिग्भिः दिशे दिग्भ्यां दिग्भ्यः दिशः दिग्भ्यां दिग्भ्यः दिशः दिशोः दिशां दिशि दिशोः दिक्षु बहु समीचीनं. इति सम्बोधनम् अस्तु, बहु समीचीनमस्ति. अन्ते कुर्मः एकवारं श्रीनिवासमहोदय तत्र स्त्रियाम् आशिष् इति शब्दं वदति वा, मूलङ्गषकारान्तशब्दः. श्रीनिवासमहोदय गतवान् वा? अस्तु, तर्हि अस्तु महोदय. आशीः आशिषौ आशिषः आशिषम् आशिषौ आशिषः आशिषा आशीर्भ्याम् आशीर्भिः आशिषे आशीर्भ्याम् आशीर्भ्यः आशिषः आशीर्भ्याम् आशिभ्यः आशिषः आशिषोः आशिषाम् आशिषि आशिषोः आशिष्यु आशिष्यु आशिषु. बहु समीचीनमस्ति. तर्हि इदानीं सर्वेषां मनसि रूपाणि सन्ति इति भाति. इतः अग्रे किञ्चित् इतः अग्रे प्रतिदिनं कुर्वन्ति चेत् नाम पञ्चनिमेषान् यावत् प्रतिदिनं स्थायीरूपेण मनसि स्थास्यन्ति, अतीव उपयोगि ज्ञानम् इदं, नो चेत् असौकर्यं भवति अग्रे गत्वा. अतः किञ्चित् इतोपि अभ्यासं कुर्वन्तु. भवन्तः सर्वे जानन्ति कुत्र कुत्र दौर्लभ्यमस्ति मम स्त्रीलिङ्गे पुल्लिङ्गे नपुंसकलिङ्गे कस्यचित् शब्दस्य ज्ञानं सुदृढं नास्ति चेत् तत्र अभ्यासं करोतु. अहं प्रतिदिनं तथा प्रायः एकवर्षपर्यन्तं वर्षद्वयपर्यन्तं तथा करोमि स्म. तत्र अजन्तशब्दानां च हलन्तशब्दानां च अपि च तिङन्तशब्दानां रूपाणि तत् सर्वं करोमि स्म. इदानीं मनसि एतत् सर्वमस्ति, अतः अभ्यासस्य मूल्यमस्ति. गतसप्ताहे कश्चन शब्दः आगतः आसीत् पुस्तके अस्माकं, कुत्र इति वदामि, तत्र पञ्चदशीपुटे तत्र एकं वाक्यमस्ति, कृष्णस्य मानुषं रूपं दृष्ट्वा अर्जुनः सचेताः संवृतः. तत्र सुब्रह्मण्य महोदय पृष्टवान् यत् अस्तु तस्य शब्दस्य रूपाणि कथं भवन्ति इति सचेताः. अत्र सकारान्तपुल्लिङ्गशब्दः अस्ति, वस्तुतः सचेतस् इति समस्तपदमस्ति. स योगः चेतस् तत्र चेतस् इति प्रायः नपुंसकलिङ्गशब्दः स्यात्, चेतः चेतसि चेतांसि, किन्तु अत्र सचेतस् अस्ति. कः सचेतस् अस्ति इति चेत् तत्र अर्जुनः, अतः पुल्लिङ्गशब्दः. बहुव्रीहिसमास अग्रे गत्वा वयं करिष्यामः. यत्र संयुक्तपदम् अस्ति द्वयोः अथवा तदधिकानां शब्दानां संयोजनेन नूतनपदनिर्माणं भवति, समासः. समासः सर्वदा विशेषणमस्ति, अतः त्रिषु लिङ्गेषु भवति. त्रिषु लिङ्गेषु नाम अत्र सचेतस् इति कस्य विशेषणम् इति दृष्ट्वा तदाधारेण तस्य लिङ्गं प्राप्नोति. अत्र अर्जुनशब्दस्य विशेषणमस्ति सचेतस् इति शब्दः, अतः पुल्लिङ्गे जाता. यदि काचन स्त्री अभविष्यत् तर्हि स्त्रीलिङ्गे अभविष्यत्, तदाधारेण त्रिषु लिङ्गेषु भवति इति बहुव्रीहिसमासः. इदानीं चेतस् इति प्रायः नपुंसकलिङ्गशब्दः स्यात्, किन्तु सचेतस् सचेतस् इति बहुव्रीहिसमासः. बहुव्रीहिसमासं कृत्वा त्रिषु लिङ्गेषु भवति. पुल्लिङ्गे सकारान्तपुल्लिङ्गशब्दः भवति, अपि च केचन सकारान्त पुल्लिङ्गसकारान्तशब्दाः तथा सन्ति येषां प्रथमविभक्तौ एकवचने आह इति भवति, सचेताः. तत्र उदाहरणार्थं कालार्थे एकः शब्दः अस्ति अनेहस् इति शब्दः अस्ति. तत्र अनेहाः, अनेहसौ, अनेहसः, अनेह सकारान्तशब्दः अस्ति खलु, अवशिष्टं सर्वं सामान्यमस्ति. अनेहसम्, अनेहसौ, अनेहसः. तृतीय किं स्यात्? अनेहसा. अनन्तरम् अनेहसोभ्यां. किन्तु सकारान्तशब्दः खलु, तत्र किं भवति? यत्र यथा मनस् इति मनोभ्यां खलु, अप्सरस् अपरोभ्यां, तत्र सस्थाने ओकारः जातः. किन्तु मुडनषकारान्तशब्दः अस्ति चेत् तत्र रेफः, अत्र रेफो न भवति. अनेहसा, अनेहोभ्याम्, अनेहोभिः. निहारिका भगिनी, तत्र चतुर्थी पुनः चतुर्थी विभक्तौ किमस्ति? अनेहस् इति शब्दः पुल्लिङ्गशब्दः. अनेहसे, अनेहसे, अनेहोभ्याम्, अनेहोभ्यः. लक्ष्मी भगिनी, पञ्चमी. अनेहसः, अनेहोभ्याम्, अनेहोभ्यः. ततः अग्रे शिल्पा भगिनी, षष्ठी. क्षम्यताम्, अने सः, अने सोः, अने सां. न, अशब्दः अस्ति अनेहस्, हकारः अस्ति. ओ, अनेहस्, क्षम्यताम्. समीचीनमस्ति. तत्र पद्मा भगिनी, तत्र सप्तमी वदति वा? आं महोदय. अनेहसि, अनेससोः अनेसरत्सु. अनेहसि इति समीचीनम्. अनेहसि शब्दः अस्ति अनेहस्, तर्हि द्विवचने किं स्यात्? अनेहसोः. हा हा हा समीचीनम्. अनेहसोः अनेहसत्सु. अनेहसु अनेहसु. तत्र विकल्पेन विसर्गः अनेहसु. अस्तु, तथैव अन्यशब्दः अस्ति ब्रह्मा इति अस्मिन् अर्थे शब्दः अस्ति वेधस्. वेधस् यथा अनेहस् तथैव वेधस्. तर्हि मेसचुसेट्स् सुब्रह्मण्यं महोदय, तत्र प्रथमे वक्तुं वदतु. वेधसाः वेधसौ. पुनः वदतु. वेधसाः वेधसौ वेधसः. यथा सचेतस् सचेतस् तत्र किमासीत् स्मरतु तत्र एकवचने. सचेतस् सचेताः वेधाः वेधसौ वेधसः. वेधाः वेधसौ वेधसः इति रूपाणि सन्ति. समीचीनम्. अस्तु, तर्हि विजयसुब्रह्मण्यं महोदय, तत्र द्विवचने द्वितीयविभक्तौ. वेधसा द्वितीय वेधसः. अत्र पुल्लिङ्गशब्दः अस्ति. मनः मनसि मनांसि मनः मनसि मनांसि इति केवलं नपुंसकलिङ्गे अस्ति. पुल्लिङ्गे सर्वत्र किम् आगच्छति? द्वितीयविभक्ति एकवचने. वेधसं. हा हा हा, मकारः तु भवति एव. वेधसं वेधसौ वेधसः. महाप्राणधकारः. वेधसं वेधसौ वेधसः. समीचीनमस्ति. अग्रे सहदेव महोदय, तत्र वक्तुमिच्छति वा तृतीया? तृतीया वेदसा वेदसा वेदभ्याम्. अत्र वयं किं दृष्टवन्तः, यत्र सकारान्तशब्दः अस्ति तत्र द्विवचने तृतीया सा स्थाने किं भवति? यथा मनस् शब्दः, तत्र तृतीया विभक्ति द्विवचने किमस्ति? मनसा तृतीया विभक्ति एकवचनं. तृतीयविभक्ति द्विवचनं. मनः द्विवचनं. मनसि. तृतीया विभक्तिः द्विवचनं. मनोभ्यां खलु. मनोभ्यां, तत्र अस्माकम् ओकारः भवति. तर्हि वेधसा. पुनः वदतु महोदय, तत्र सदेव महोदय. वेदसा वेदोभ्यां वेदोभिः. बहु समीचीनमस्ति. अस्तु, निहारिका भगिनी अग्रे. वेदस्य वेदोभ्यां वेदोभ्यः. समीचीनं. श्रीनिवासमहोदय अग्रे. वेदसः वेदोभ्यां वेदोभ्यः इत्यादीनि रूपाणि सन्ति. सर्वं समीचीनमस्ति. अत्र वैशिष्ट्यमस्ति यत् प्रथमाविभक्तेः एकवचनान्तरूपम् आह इति भवति, कुत्रचित् तथा भवति. इदानीं विद्वास् अपि पुल्लिङ्गशब्दः विद्वस् अपि पुल्लिङ्गशब्दः सकारान्तः च विद्वस्. तस्य प्रथमाविभक्ति एकवचनान्तरूपं किं? विद्वान्. विद्वान् खलु. अतः सर्वत्र तथा नास्ति, कुत्रचिदेव भवति. सचेतस् इति अर्जुनशब्दस्य विशेषणं, प्रथमाविभक्तौ एकवचने सचेताः. अनेस् क्षम्यताम्, अनेहस् अपि च वेधस् इति शब्दवत्. अग्रेसरेम. अनेहस् अर्थः किं? किं किम्? अनेहस् अर्थः किं? कालः. कालः कालः. अस्तु, अग्रे द्वितीय न द्वितीयं वयं परिशीलितवन्तः खलु. दृष्टिः भवतु. हा, एतत् सर्वं हा गते सप्ताहे सप्तदशपुटे तत्र श्लोकद्वयमस्ति इति वयं परिशीलितवन्तः खलु. ततः अग्रेसरेम. सूक्तिः लक्ष्मीभगिनी पठतु वा, पठति वा? सूक्तिः हितं मनोहारि च दुर्लभं वचः. अवगच्छति वा? न महोदय. हितं मनोहारि च दुर्लभं वचः. अस्तु, वचः इति कीदृशशब्दः? पुंलिङ्ग एकवचनं. पुल्लिङ्ग एकवचनं न, न, न, वाक्शब्दः. स्त्रीलिङ्ग हलन्तशब्दं, स्त्रीलिङ्ग एकवचनं. वाक्शब्दस्य वाक् वाक् इति शब्दस्य एकवचने रूपं किम्? वाक् वाचो वाचः. ओ, तस्य च प्रातिपदिकं किं वा? तत्र प्रथमाविभक्तौ वाक् इति अस्ति यत् तस्य प्रातिपदिकं वाच्. वाच् एकवचने वाक्. इदानीं तादृशशब्दः अत्र अस्ति वा? न. कथं जानीमः? प्रायः नपुंसकलिङ्गशब्दः महोदय. हा, किमर्थं? किमर्थं वचः? मनः, मनस्, मनः. किन्तु कथं भवतः नाम चिन्तनविधिः कः? कथं जान् कथम् अनुमानं करोति यत् तथा स्यात्? अत्र विशेषणमस्ति दुर्लभं, हितं हितं दुर्लभं, नपुंसकलिङ्गशब्दविशेषणरूपाणि. हा, इति चिन्तनीयमस्ति. वाक्यं द्रष्टव्यमस्ति, तत्र विशेषणानि सन्ति खलु. हितं मनोहारि दुर्लभम् इति विशेषणत्रयमस्ति. त्रयाणां विशेषणानां लिङ्गमस्ति किं? नपुंसकलिङ्गं. वचनं? एकवचनं. अस्तु, तर्हि विशेष्यमपि तथा स्यात्. लिङ्गं नपुंसकलिङ्गं, वचनम् एकवचनं. तर्हि अस्य प्रातिपदिकं किं स्यात् इदानीं? वचस्. समीचीनं. यतः मनः वचः, वचस् नपुंसकलिङ्गशब्दः वचस्. अर्थः स एव अस्ति, यथा वाच् इति शब्दः, वाच् शब्द इव अत्र वचस्. इदानीं उचितान् स्वरूपमहोदय, वयं कुत्र स्मः? कस्मिन् पुटे? सप्तदशे. तर्हि अत्र हितं मनोहारि दुर्लभं वचः. इदानीं पाठः स्पष्टः अस्ति वा? वचः हितं मनोहारि दुर्लभम्. समीचीनं वा? लक्ष्मी भगिनी वदतु, तस्य सूक्तेः अर्थः कः? लक्ष्मी भगिनी अस्ति वा? हितं वचः दुर्लभम्. हितं च मनोहारी वचः दुर्लभम् इति लिखितमस्ति, इति भवती पठितवती यद् लिखितमस्ति, तस्य अर्थः कः? स्ववचनेन तत्र वदतु. हितम् इत्युक्ते उपयोगी वचनं. हा, हितं नाम कल्याणं खलु? कल्याणं, कल्याणं आम्, लाभदायकं. मनोहारी, मनोहारी मनसः आह्लादकारी. हा अस्तु अस्तु, प्रायः अवगच्छति खलु? नाम आम् कल्याणदायकं, कल्याणदायकम् अभिरुचिजनकं वाक्यं दुर्लभम्. सुलभतया न भवति, न दृश्यते समाजे. यस्य वचः हिताय अपि च अभिरुचिजनकाय भवति, तादृशवचः सुलभतया न दृश्यते, न लभ्यते. इति स्पष्टं स्यात् सर्वेषां कृते वा? प्रश्नः अस्तु अस्तु, अग्रे गच्छेम. तर्हि इदानीं श्रीनिवासः तत्र अग्रे पठति वा अमरकोशः? मनोहारी किं, मनोहारी किं विशेषणपदम् अस्ति खलु? विशेषण, विशेषण. भवतः प्रश्नः कः? मनोहारी विशेषणपदम् अस्ति. मनोहारी प्रातिपदिकं किं? मनोहारिन् तदपि नपुंसकलिङ्गं लिङ्गं महोदय. अत्र मनोहारिन् इति नकारान्तशब्दः अस्ति, विशेषणमस्ति, त्रिषु लिङ्गेषु भवति. तत्र पुल्लिङ्गे किमभविष्यत्? मनोहारः न न मनोहारी. हा हा हा, अत्र अर्थः मनोहारी नाम मनोहारः, मनोहारः अस्य अस्मिन् वा, शब्दस्य अर्थः मनोहारः अस्य अस्मिन् वा. यथा यः धनी अस्ति सः धनं तस्य तस्मिन् वा इति अस्ति. गुणी, धनी, गुणः अस्मिन् अस्ति सः गुणी, धनम् अस्य अस्ति सः गुणी धनी. मनोहारी अस्य अस्मिन् वा, सः मनोहारी. तर्हि अत्र यत्र पुल्लिङ्गशब्दः अस्ति तत्र दीर्घीकारः भवति प्रथमविभक्तौ गुणी शब्दवत्. अनन्तरं स्त्रीलिङ्गे तत्र यथा विद्यार्थिनी गुणिनी, मनोहारिणी, मनोहारिणी, मनोहारिणी दीर्घीकार नदी शब्दवत्. अपि च नपुंसकलिङ्गे कथं भवति इति ह्रस्व इकारान्त नपुंसकलिङ्गशब्दवत्. यथा जलस्य अर्थे कश्चन शब्दः अस्ति खलु नपुंसकलिङ्गे, किम् उदाहरणमस्ति तत्र ह्रस्व इकारान्त नपुंसकलिङ्गशब्दः? वारि, वारि, वारि इति जलस्य अर्थे अस्ति नपुंसकलिङ्गशब्दः. वारि, वारिणी, वारिणी. अत्र मनोहारि, मनोहारिणी, मनोहारि. अस्तु महोदय, तथा भवति वारिणि इतीव भवति. धन्यवादः मनोहारी. अत्र ह्रस्वीकारः अस्ति यतोहि तत्र नपुंसकलिङ्गे. अस्तु अग्रे. विशेषः अमरकोशः. संस्कृतस्य कोशसाहित्यम् अतिविपुलं महत्तरं च. अमरकोशः. एकेन भवतः स्पीकर् फोन् अथवा हेड्फोन् अस्ति वा? ओ स्पीकर् फोन्. हा मास्तु मास्तु. ओ क्षम्यताम्. इदानीं अमरकोशः. संस्कृतस्य कोशसाहित्यम् अतिविपुलं महत्तरं च. अमरकोशः, मोदिनीकोशः, एकाक्षरकोशः, यादवकोशः, राजनिघण्टुः, वैजयन्तीकोशः इत्यादयः बहवः कोशग्रन्थाः अद्य लभ्यन्ते. एतेषु सर्वाधरणीयः सर्वसम्मतश्च भवति अमरसिंहविरचितः नामलिङ्गानुशासनं नाम कोशः. अमरकोशः इत्येव अस्य प्रसिद्धिः. पद्यमये अस्मिन् कोशे त्रीणि काण्डानि पञ्चविंशतिः वर्गस्य सन्ति. वर्गाश्च सन्ति. वर्गाश्च सन्ति. अमरकोशस्य इति ग्रन्थः प्रायः सर्वे जानीयुः वा? प्रसिद्धग्रन्थः अमरकोशः. श्रुतवन्तः वा? श्रुतवान् महोदय. आम् अथवा न? आम्. आम् आम्. अस्तु अस्तु अस्तु. आम् अमरकोशः अतीवप्रसिद्धशब्दः शब्दकोशः अस्ति. अस्तु अग्रे. सुब्रह्मण्यं विजिन्य सुब्रह्मण्यं महोदय तत्र अग्रे पठति वा? अस्तु तत्र एकनिमेषः. तत्र श्रीनिवासमहोदय तत्र किं पठितं भवता? तस्य अर्थः कः? संस्कृतस्य कोशसाहित्यम् अतिविपुलं. संस्कृते कोशाः बहु बहवः कोशाः सन्ति. अतिविपुलं सर्वे जानन्ति वा? अतिविपुलम् अनेक इति अर्थः अनेक अनेकाः. अस्तु अमरकोशः एकः अस्ति. अमरकोशः सर्वाधरणीयः अस्ति. नामलिङ्गानुशासनं नाम कोशः इत्युक्ते नामलिङ्गानुशासनं सिननं इति इत्युक्ते कस्मिन् यः कोऽपि शब्दः कस्मिन् अर्थे अस्ति अपि च कस्मिन् लिङ्गे अस्ति इति दृढीकरोति. कस्मिन् अर्थे कस्मिन् लिङ्गे च इति सर्वे सर्वम् उच्यते तत्र तस्मिन् पुस्तके. पुस्तकं कदापि दृष्टवन्तः वा सर्वे? सर्वे पार्श्वे अस्ति. शब्द अतीव समीचीनशब्दः शब्दकोशः अस्ति. साधारणशब्दकोशः नास्ति. साधारणशब्दकोशे तत्र एकः शब्दः अस्ति तस्य च अर्थः दीयते कस्याञ्चित् भाषायां. किन्तु अत्र तथा नास्ति. अत्र समानार्थकशब्दाः दीयन्ते एकस्मिन् अर्थे भावशब्दाः दीयन्ते यथा अग्रे पश्येम. अत्र सुब्रह्मण्यमहोदय तत्र विजिन्य इति पठति वा? अमरकोशः इत्येव अस्य प्रसिद्धिः. पद्यमये अस्मिन् कोशे त्रीणि काण्डानि पञ्चविंशतिवर्गाश्च सन्ति. अमरकोशस्य कानिचित् पद्यानि अत्र दीयन्ते. प्रथमपद्यं शम्पाशत सदा सदा सदा सदा ह्रादिन्यौ रावत्यः एवं करोतु. प्रथमतया पृथक् पृथक् यत् अधः अधोभागे लिखितमस्ति तत् पठतु. पठतु एकवारं. शम्पा शतह्रदा ह्रदा ह्रादिनी ऐरावती क्षणप्रभा तडित् सौदामणि विद्युत् चञ्चला चपला इति दश नामानि विद्युतः इति अस्ति. विद्युत् इत्यस्मिन् अर्थे दश नामानि. पुनः पठतु एकवारं. अग्रे शम्पा शतह्रदा ह्रादिनी ऐरावती क्षणप्रभा तडित् सौदामणि विद्युत् चञ्चला चपला इति दशनामानि विद्युतः इति तत्र श्लोकः तादृशः अस्ति. अस्तु अग्रे तर्हि लक्ष्मीभगिनी अग्रे पठति वा. अध नदी सरित् नदी सरित् तरङ्गिणी शैवलिनी तटिनी ह्रादिनी धुनी श्रोतस्विनी द्वीपवती स्रवन्ती निम्नगा आपगा इति द्वादशनामानि नद्याः. एते सर्वेपि स्त्रीलिङ्गशब्दाः. तरङ्गिणी शैवलिनी तटिनी ह्रादिनी धुनी श्रोतस्विनी द्वीपवती स्रवन्ती निम्नगापगा. तावदेव. समीचीनमस्ति. अमरकोशः अतीव उपयोगिग्रन्थः अस्ति. अस्तु अग्रे कथा अस्ति. कोऽपि प्रश्नः वा अग्रे सरेम. अस्तु एतावता. वस्तुतः अस्माकं सविधे सर्वे हलन्तशब्दाः तु सन्ति एव. ते तु पुस्तके क्रमेण कुर्वन्ति. नाम प्रथमविभक्तौ ये यानि रूपाणि सन्ति. अनन्तरम् इदानीम् अस्मिन् भागे अत्र द्वितीयविभक्तिः तृतीयविभक्तिः चतुर्थीविभक्तिः. एतत् सर्वं वयम् एकत्र कृतवन्तः. तत्र सौलभ्यमस्ति इति अहं मन्ये. इदानीं सर्वं जानीमः किन्तु अत्र तस्य अभ्यासः अपि सुलभः. महोदय अत्र नद्याः द्वादशनामानि दीयन्ते. एकैक नामस्य अर्थः कः इति ज्ञातुम् इच्छामि. नदी सरित् किमर्थम् एकैकपदस्य अर्थः कथं किमर्थं सरित् अत्र ओहो किमर्थं सरित् किमर्थं सरित् किमर्थं तरङ्गिणी शैवलिनी द्वादशनामानि नद्याः एव परन्तु एकैकशब्दस्य अर्थः. बुद्धं बुद्धं. तत्र नदी इति अर्थः अस्ति एव. इदानीं प्रत्येकं शब्दस्य व्युत्पत्तिप्रसङ्गे भवती पृच्छति खलु. तत्र व्युत्पत्तिः व्युत्पत्ति अनुसारं तत्र कथम् अस्य शब्दस्य अर्थः तथा इति उत्तरं लभ्यते अस्माभिः. इदानीं तत्तु व्याकरणस्य प्रश्नः. व्याकरणमिति यदा वदामः तत्र शब्दस्य व्युत्पत्तिः कथं शब्दः व्युत्पन्नः नाम कः प्रत्ययः इत्यादिकम् उपसर्गः प्रत्ययः के सन्ति तदाधारेण वयं परिशीलयितुं शक्नुमः अस्य शब्दस्य अर्थः एवमस्ति कथम् इति अन्यप्रश्नः अस्ति. अपरस्मिन् समये एतत् सर्वं द्रष्टुं शक्नुमः. इदानीं समयः नास्ति. प्रत्येकं शब्दं पश्यामः यदा तदानीमेव वयम् अवगन्तुं शक्नुमः खलु. नाम उदाहरणार्थं ह्रादिनी, ह्रादिनी, तत्र ह्रादिनिः इति शब्दस्य दर्शनेन अहम् अनुमानं करोमि यत् अवगन्तुं शक्नुमः प्रत्येकं तस्य शब्दस्य ये भागाः सन्ति, भागान् परिशील्य वयम् अवगन्तुं शक्नुमः. सर्वदा तथा नास्ति. प्रत्येकं संस्कृतशब्दस्य परिशीलनेन तस्य अर्थः कथं व्युत्पन्नः इति न ज्ञायते, किन्तु बहूनां शब्दानाम् अर्थः तथा भवति इति अस्ति. द्रष्टव्यमस्ति नाम शब्दकोशे तत्र प्रातिपदिकं किं, तस्य च भागाः कथम् आगच्छन्ति इति दर्शनेन एतत् सर्वं स्पष्टं भवति, यत्र स्पष्टं भवति. महोदय, एकः परिशीलनम् अस्ति. प्रथमतः श्लोके विद्युतः पर्यायनामानि दीयतः. तत्र ह्रादिनी अस्ति. द्वितीयश्लोके नद्याः ह्रादिनी अस्ति, पर्यायपदं ह्रादिनी अस्ति इति वयं जानीमः खलु. संस्कृतभाषायां, केवलं संस्कृतभाषायाम् इति न, किन्तु विशेषतः संस्कृतभाषायां प्रत्येकं शब्दस्य बहवः अर्थाः अर्हन्ति, बहवः अर्थाः भवन्ति. यदि कस्मिन्नपि शब्दकोशे पश्यन्ति तथा भवति खलु. कश्चन शब्दकोशः अस्ति वा सविधे गृहे? पश्यन्तु, विंशति अर्थाः, त्रिंशत् अर्थाः, एतत्तु सर्वं भवति. तत्र सामान्यतया एक एव अर्थः योगार्थः, अनन्तरं रूढार्थाः भवन्ति. नाम व्याकरणं परिशील्य एक अर्थः आयाति, अनन्तरं गच्छता कालेन अन्ये अर्थाः समाजस्य प्रयोगे भवन्ति, ते च रूढार्थाः इति वदामः. रूढार्थः, रूढार्थाः बहवः भवन्ति. योगार्थः सामान्यतया एक एव, सर्वदा न किन्तु आधिक्येन योगार्थः एक एव. बुद्धं वा? अवगतं वा? योगार्थः एक एव. तत्र भागान् परिशील्य यः अर्थः आयाति तस्य नाम योगार्थः. परम्परया ये अर्थाः भवन्ति गच्छता कालेन ते रूढार्थाः. शिल्पभगिनी अवगच्छति वा? सन्ध्याभगिनी, एतत् अवगच्छति, किन्तु एतत् अस्तु, अहम् अनन्तरं पृच्छामि. ओके, वस्तुतः अयं विषयः अस्माकं विषयः नास्ति, केवलं कश्चन आस्वादः जातः चेत् पर्याप्तम् इति मन्ये. अग्रे सरेम. आं, समीचीनं. तर्हि नेहारिका भगिनी अग्रे पठति, तत्र कथा अस्ति. आम्, प्रयत्नदत्ता मानस्तु. मुरा आन्ध्रप्रदेशे देवशर्मा नाम कश्चन धीमान् ब्राह्मणः आसीत्. तस्य एकः एव पुत्रः. देवशर्मा पुत्रस्य मलिनाथः इति नाम कृतवान्. पिता सर्वशास्त्रविद् विद्वान् च आसीत्, किन्तु पुत्रः मलिनाथः न आलसः, निरक्षरश्च. पुत्रं कथमपि बुद्धिमन्तं शास्त्रविद्वांसं च कर्तुं देवशर्मा महान्तं प्रयासं कृतवान्। पुत्रं पाठयितुम् अन्यान् विदुषः नियोजितवान् अपि, तथापि मलिनातः किमपि नैव अधीतवान्। अस्तु अस्तु, तत्र प्रत्येकं वाक्यं पुनः पठतु, तत्र पश्यामः तत्र के के नूतनशब्दाः सन्ति। पुरा आन्ध्रप्रदेशे देवशर्मा नाम कश्चन धीमान् ब्राह्मणः आसीत्। स्पष्टमस्ति वा? पुरा नाम आम् पुरा इत्युक्ते पूर्वं पुरातनकाले पूर्वं समीचीनम्। अनन्तरं देवशर्मा इत्यस्य प्रातिपदिकं किं, कोऽपि वदति वा? देवशर्मन् तत्र नकारान्तशब्दः अस्ति, नकारान्तशब्दः अस्ति। तादृशशब्दः अस्माकं सविधे अस्ति वा कुत्रचित्? राजन् राजन् समीचीनमस्ति, राजन् अथवा आत्मन् अतः देवशर्मा। अस्तु समीचीनं, देवशर्मा नाम कश्चन धीमान्। निहारिका भगिनी वदतु, वदति जानाति वा प्रातिपदिकं किम्? धीमस् सहायं करोति कोऽपि? धीमत् धीमस् तकारान्तशब्दः, तकारान्तशब्दः धीमत् धीमत् अस्ति। तत्र मतुप् कश्चन प्रत्ययः अस्ति, मतुप् अतीवप्रसिद्धप्रत्ययः अस्ति, अस्माकं मनसि भवेत्। मतुप् मतुप् तत्र उकारपकारयोः लोपः मत् इति अवशिष्यते, कुत्रचित् वद् भवति। यथा बुद्धिमान्, बुद्धिमान् इति अस्य प्रातिपदिकं किम्? बुद्धिमत् बुद्धिमत् त्रिषु लिङ्गेषु भवति। इदानीं पुल्लिङ्गे अस्ति, धीमान् इति निहारिका भगिनी वदतु, तत्र विभक्तिः का, वचनं किं, लिङ्गं किम्? प्रथमविभक्ति एकवचनं पुंसकलिङ्गम्। किं लिङ्गं? पुल्लिङ्गं। कथं जानीमः? तत्र ब्राह्मणः इति शब्दस्य विशेषणं धीमान् सत्यं सत्यं समीचीनं। तत्र मतुप्रत्ययः सर्वदा विशेषणमस्ति त्रिषु लिङ्गेषु च, यथा बुद्धिमत् इति शब्दः, बुद्धिमत् इति शब्दः पुल्लिङ्गे किं भवति? बुद्धिमान् बुद्धिमान् स्त्रीलिङ्गे बुद्धिमति बुद्धिमति, नपुंसकलिङ्गे बुद्धिमत् समीचीनम्। अस्तु अस्तु, इतः अग्रे सन्ध्या भगिनी अग्रे पठतु कृपया। तस्य एकः एव पुत्रः, देवशर्मा पुत्रस्य मलिनातः इतः नाम कृतवान् इति नाम कृतवान्। अस्तु, स्पष्टं स्यात्? देवशर्मा पुत्रस्य मलिनातः इति नाम कृतवान्, नामकरणं कृतवान्, स्पष्टम्? अग्रे अग्रे। पिता सर्वशास्त्रविद् विद्वान् च आसीत्, किन्तु पुत्रः मलिनातः तु अलसः निरक्षरश्च अवगच्छति वा न निरक्षरश्च नावगच्छामि अस्तु तत्र मेसचुसेट्स् सुब्रह्मण्यं महोदय तत्र स्पष्टीकरोति वा निरक्षरः सः अक्षरः न जानाति निरक्षरः अपठितः अस्ति पठितुं न शक्नोति इति अर्थः ओके पठितुं न शक्नोति अक्षरमिति जानाति खलु वर्णः अक्षरम् आम् अक्षरम् अत्र पुनः बहुव्रीहिसमासः अस्ति बहुव्रीहिसमासः यत्र यत्र यतोहि अक्षरमिति नपुंसकलिङ्गशब्दः अत्र पुल्लिङ्गशब्दः जातः निरक्षरः यतोहि बहुव्रीहिसमासः सर्वदा विशेषणं भवति इदानीं कस्य विशेषणं निरक्षरः निरक्षरः इति कस्य विशेषणः कस्य विशेषणं मल्लिनाथः इति पुत्रस्य विशेषणं पुल्लिङ्गः शब्दः इति कारणतः निरक्षरः इति जातमस्ति अस्तु शिल्पाभगिनी अग्रे कालः पुत्रं पुत्रं वार्तायतु कुत्र अस्ति पुत्रं कथमपि पुत्रं कथमपि बुद्धिमन्त्रं शास्त्रविद्वांसं च कर्तुं देवशर्मा महान्तं प्रयासं कृतवान् बुद्धिमन्तमित्यस्य का विभक्तिः वदतु बुद्धिमन्तं द्विवचनं क्षम्यतां एकवचनं द्वितीया द्वितीया का द्वितीयविभक्तिः सर्वे विभक्ति भवन्ति विभक्तिः द्वितीयविभक्तिः अस्तु बुद्धिमन्तं किमर्थं द्वितीयविभक्तौ अस्ति कस्य पुत्रं बुद्धिमन्तं कर्तुं तैः पुत्रं द्वितीयविभक्तिः अस्ति बुद्धिमन्तं विशेषणमस्ति समीचीनं कर्तुम् इति तुमुन् रूपस्य कर्मपदमस्ति कर्मपदं अतः बुद्धिमन्तं समीचीनं शास्त्रविद्वांसम् अपि तथा खलु ओके देवशर्मा महान्तम् अपि द्वितीयविभक्ति अस्ति प्रयासं महान्तं प्रयासम् इति शब्दस्य विशेषणमस्ति प्रयासं कृतवान् प्रयासं कृतवान् अहं कृतवान् अत्र कृतवान् विशेषणमस्ति किन्तु क्रियापदम् इव इव अस्ति अस्मिन् वाक्ये तर्हि प्रयासं तस्य कर्मपदमस्ति बहु समीचीनमस्ति कृतवान् इत्यस्य पदमस्ति. इदानीं कृतवान् इति कस्य विशेषणमस्ति? कृतवान् धर्मशाला कृतवान् यदा. न न पुनः पठतु कृपया. धर्मशा महन्तं देवशर्मा महन्तं प्रयासं कृतवान् देवशर्मा कृतवान् तर्हि कृतवान् पुंसलिङ्गे अस्ति पुलिङ्गे अस्ति यतः धर्मशर्मा देवशर्मा पुलिङ्गस्ति. बहु सम्यक् अस्ति. अस्तु तर्हि अत्र लक्ष्मी भगिनी भवती वदतु, अत्र देवशर्मा महान्तं प्रयासं कृतवान् अस्मिन् वाक्ये क्रियपदं किम्? भगिनी अस्ति वा? लक्ष्मी भगिनी. आं महोदय. आम् महान्तं प्रयासं कृतवान् क्रियापदम्. श्रीनिवासं महोदय किं वदति भवान्? क्रियापदं नास्ति इति चिन्ता. कर्मणि प्रयोगम् अस्ति. प्रयासः कृतवान् कर्मणि प्रयोगे अस्ति. तत्र मेसचूसेट्स् सुब्रह्मण्यं महोदय, तत्र भवान् किं वदति? प्रायः अभवत् अथवा आसीत्. ओ समीचीनम् इति कथं जानीमः? समीचीनमेव. अतः कृतवान् देवशर्मा महन्तं प्रयासम् अभवत्. देवशर्मा कृतवान् अभवत्. कृतवान् देवशर्मा महान्तं प्रयासं न अत्र अभवत् इति न भवति, आसीत्. आसीत् देवशर्मा कृतवान् आसीत्. देवशर्मा यतोहि कृतवान् अभवत् इति एकत्र सम्यक् नास्ति, किन्तु देवशर्मा महान्तं प्रयासं कृतवान् आसीत्. आसीत् अत्र कर्मणि प्रयोगः नास्ति, कर्तरिप्रयोगः एव. कृतवान् क्तवतु कृतवान् न कदापि कर्मणि प्रयोगे भवति, न कदापि भवितुमेव नार्हति. कृतवान् इति कर्तरिप्रयोगे अस्ति. अतः यत्र कर्तरिप्रयोगः अस्ति वयं वयं न अधीतवन्तः तावता, किन्तु कर्तरिप्रयोगस्य अवसरे तत्र कर्तृपदस्य का विभक्तिः? ओ तृतीया विभक्ति. कर्तरिप्रयोगस्य अवसरे तत्र कर्तृपदस्य का विभक्तिः? तृतीया विभक्ति. लक्ष्मी भगिनी किं वदति भवती, कर्तरिप्रयोगे कर्तृपदस्य का विभक्तिः? प्रथमाविभक्ति. अत्र देवशर्मा नास्ति, चिन्ता अग्रे अस्मिन्नेव पुस्तके भविष्यति, किन्तु भवान् उक्तवान् अतः अहम् उक्तवान्. कर्मणिप्रयोगे कर्तृपदस्य तृतीया, कर्तरिप्रयोगे कर्तृपदस्य प्रथमा. अस्तु अग्रे पठेम. इदानीं सदेव महोदय तत्र अग्रे पठति वा? पुत्रं पुत्रं पाठयितुम् अन्यान् विदुषः नियोजितवान् अपि तथापि मल्लिनाथः किमपि नैव अधीतवान्। बहु समीचीनमस्ति। इदानीं पुत्रं पाठयितुम् अन्यान् विदुषः नियोजितवान् अपि। अत्र विदुषः इत्यस्य का विभक्तिः, किं वचनं भवान् वदति वा? विदुषः विदुष इति पदं वयं जानीमः। द्वितीयविभक्ति समीचीनं। वचनं किं? वचनम् एकवचनम्। अन्यान् इति शब्दं पश्यतु, अन्यान्। अन्यान् इत्यस्य वचनं किम्? अन्यान् बहुवचनं। सम्यक्। अन्यान् इति विशेषणमस्ति विदुषः इत्यस्य। तर्हि अन्यान् इति द्वितीयविभक्तौ बहुवचने, तर्हि विदुषः अपि तथा स्यात्। अस्तु महोदय, मम एकः प्रश्नः अस्ति। एकनिमेषः, तत्र भवानेव वदतु। सहदेव महोदय, तत्र विद्वान् इति शब्दं जानाति? विद्वस्, विद्वान् रूपाणि, विद्वान् विद्वांसौ जानाति वा? अस्तु, नास्ति चिन्ता महोदय। तत्र पद्माभगिनी साहाय्यं करोतु। विद्वास् इति अस्य विद्वान् विद्वांसौ, विद्वांसः विद्वांसं, विद्वांसौ विदुषः। हा, विदुषः, विदुषः इति द्वितीय बहुवचने। हा, विदुषः, विद्वान् विद्वांसौ विद्वांसः, विद्वांसं विद्वांसौ विदुषः इति तत्र करपत्रे अस्ति, पश्यतु तत्र। अस्तु, प्रश्नः आसीत् कस्यचित्? कस्यचित् प्रश्नः आसीत् न वा? अस्तु, अग्रे सरि न, कस्यचित् प्रश्नः आसीत्। अस्तु, अग्रे गच्छेम। तर्हि इदानीं विजयसुब्रह्मण्यं महोदय, तत्र अग्रे पठति वा? कालः कालः गतः, मल्लिनाथः वयसा वपुषा च युवा सञ्जातः। कयाचित् विदुष्या कन्यया सह तस्य विवाहः प्रवृत्तः। अस्तु, एतावता कथायां नाम किम् अभवत्, किम् अभवत्, सारांशः कः कथायाः? आन्ध्रप्रदेशे सन्ति, देवशर्मा नाम ब्राह्मणः अस्ति। तद्ब्राह्मणः पुत्रः नाम मल्लिनाथः। देवशर्मा स्वयं शास्त्रविद् आसीत्, किन्तु मल्लिनाथः बुद्धिमन्तः न आसीत्। किन्तु मल्लिनाथः बुद्धिमन्तः नासीत्, निरक्षरश्च अपि च। किन्तु शब्दः कः? बुद्धि किं पुनः? बुद्धिमान्, बुद्धिमान्, बुद्धिमान् आसीत्, बुद्धिमान् नासीत्, निरक्षरश्च अपि। देवशर्मा वदतु। देवशर्मा बहवः प्रयत्नं कुर्वन् किं मल्लिनाथः बुद्धिमन्तः बुद्धिमान् शास्त्रविद्वांसं करोति, प्रयत्नं करोति, किन्तु मल्लिनाथः न जानन्ति शास्त्राणि, न अधीतवान्। अस्तु, अनन्तरं किम् अभवत्? मल्लिनाथः युवा भवति, तस्य विवाहः प्रयत्नं करोति। प्रयत्नः इति केवलं न, प्रयत्नः विवाहः जातः एव। जातः बहु प्रवृत्तः अस्तु हा इदानीं मल्लिनाथः वयसा वपुषा तत्र रूपं किं कीदृशरूपम् अस्ति वयसा वपुषा च तृतीयविभक्ति हा तृतीया अस्ति प्रातिपदिकं किं वयस् वयस् वयस् इति नपुंसकलिङ्गशब्दः वयस् समीचीनमस्ति वयस् इति सर्वे जानन्ति खलु तत्र अतीवमहत्त्वपूर्णशब्दः अस्ति वयस् यत्र भवतः तत्र गृहे कोऽपि लघुबालकः आगच्छति तस्य नाम पञ्चवर्षीयः अथवा दशवर्षीयः अस्ति चेत् तत्र अस्माकं प्रश्नः भवति भवतः प्रश्नं पृच्छतु बालकस्य तत्र कति वर्षीयः इति न जानाति चेत् तत्र किं पृच्छामः भवतः वयस् किं हा किन्तु वयः किं वयः भवतः भवतः वयः किं मनः वयः किं समीचीनम् अस्तु तर्हि वयसा इदानीं वपुषा तत् किं वपुष् अत्र मूर्धन्यषकारान्त नपुंसकलिङ्गशब्दः वपुष् वपुष् इति शब्दः यथा धनुष् वयं कृतवन्तः धनुष् वपुष् तथैव वपुष् इत्युक्ते तत्र आकारप्रकारः अथवा शरीरं तर्हि वयसा शरीरेण च अथवा आकारेण शरीरेण वपुषा युवा सञ्जातः युवा तत्र प्रातिपदिकं किम् कोऽपि वदति वा यवन् पुनः यवन् यवन् यवन् युवन् युवन् अस्ति युवन् केन शब्देन सदृशः गुणिन् राजन् राजन् आत्मन् वस्तुतः आत्मन् राजन् न राजन् इति राज्ञः एतत् सर्वम् अत्र न भवति आत्मन् आत्मशब्दवत् यथा आत्मन् इति प्रथमाविभक्तौ किमस्ति आत्मा तृतीय एकवचने आत्मना अत्र युवन् इत्यस्य तृतीय एकवचने युवना राजन् इत्यस्य राज्ञा अतः राजन् इति शब्द इव नास्ति आत्मन् शब्दवत् युवा युवानौ युवानः युवानं युवानौ युवानौ युवः इति अस्ति तत्र तृतीयबहुवचने किमस्ति युवा तृतीयबहुवचने युवाभिः युवाभिः किमर्थम् आत्मन् शब्दस्य तृतीयबहुवचनं किमस्ति आत्मभिः आत्मभिः, आत्माभिः इति नास्ति खलु, आत्मा आत्मभिः युवभिः खलु. महोदय एकः प्रश्नः अस्ति, युवपदं प्रातिपदिकं भव क्षम्यता भवती उक्तवती, अर्थः अस्ति युवकः, युवकः इति अर्थः युवान् प्रातिपदिकं युवा. तत्र तर्हि मल्लिनाथः वयसा वपुषा च युवा सञ्जातः इति स्पष्टं स्यात्. कयाचित् विदुष्या, विदुष्या इति तत्र प्रातिपदिकं किम्? नदी शब्दवत् अत्र बहुत्र बहुत्र यत्र एकपदमस्ति भूपुलिङ्गे स्त्रीलिङ्गे उभयत्र स्त्रीलिङ्गे पुलिङ्गे पुलिङ्गे हलन्तशब्दः भवितुमर्हति, किन्तु बहुवारं स्त्रीलिङ्गे तस्य प्रातिपदिकम् अजन्तपदमस्ति. उदाहरणार्थं वदामि, गुणिन् तत्र स्त्रीलिङ्गे गुणिनी अस्ति, विद्यार्थिन् तत्र विद्यार्थिनी अस्ति स्त्रीलिङ्गे, अत्र विदुषी युवती अस्ति, युवत् युवती समीचीनं. विदुष्या कन्यया सह तस्य विवाहः प्रवृत्तः. समीचीनम् अस्तु, पद्मा भगिनी अग्रे पठतु कृपया. एकदा मल्लिनाथः श्वशुर्गृहं गन्तुम् उद्युक्तः आसीत्. तदा तस्य पिता शास्त्रविद्भिः शालैः मूर्खः मम पुत्रः उपहसितः भविष्यति इति विचार्य तं बहुधा उपदिष्टवान्. ततः मल्लिनाथः श्वशुरगृहं प्राप्नोत्. तत्र पुनः पठतु, अन्य कोऽपि आगतमस्ति वा? ओके ओके, हा तर्हि पद्मा भगिनी पुनः तत्र पश्येम किं किम् अस्ति नूतनं. नूतनपदं न, पुनः पठतु कृपया. एकदा मल्लिनाथः श्वशुरगृहं गन्तुम् उद्युक्तः आसीत्. हा, श्वशुरः इति सर्वे जानन्ति खलु, श्वशुरः. भवतः सः पत्न्याः च पितृगृहं. हा सत्यं, गृहमिति न, श्वशुरः इति पिता एव, पत्न्याः पिता, पत्न्याः पिता इति श्वशुरः. श्वशुरस्य गृहं श्वशुरगृहं गन्तुम् उद्युक्तः आसीत्. उद्युक्तः नाम अद्युक्तः, प्रयत्नं कृत्वा, प्रयत्न उद्युक्त, हा अथवा सिद्धः सञ्जातः अस्ति, उद्युक्तः आसीत्. अग्रे, तदा तस्य पिता शास्त्रविद्भिः श्यालैः मूर्खः मम पुत्रः उपहसितः भविष्यति इति विचार्य तं बहुधा उपदिष्टवान्. अस्तु, अस्य वाक्यस्य अर्थः कः? तस्य इति कस्य? देवशर्मा किं चिन्तितवान् मम पुत्रस्य पुत्रस्य निरक्षरत्वं दृष्ट्वा शास्त्र विदुषः हसितवन्तः. स च कः उपहासः केन करिष्यते? परिहासं करोति केन? केन? विदुषः, शास्त्रवृद्धि. श्यालः. श्यालः कः? श्यालः नाम पत्न्याः परहासः. पुनः पत्न्याः अनुजा. भ्राता. अस्तु, समीचीनं. पत्न्याः भ्राता इति श्यालः. शास्त्रविद्भिः श्यालैः मूर्खः मम पुत्रः उपहसितः भविष्यति इति विचार्य, स्पष्टमस्ति वा, विचार्य तं बहुधा उपदिष्टवान्. तं कम्? देवशर्मा. मल्लिनाथं. मल्लिनाथं. देवशर्मा कः? अत्र कः उपदिष्टवान्? मल्लिनाथ देवशर्मा. हा हा, देवशर्मा उपदिष्टवान्. कम् उपदिष्टवान्? मल्लिनाथं. अस्तु अस्तु, हा अस्तु, समापयतु. ततः मल्लिनाथः श्वशुरगृहं प्राप्नोत्. प्राप्नोत् इति कः लकारः? भूतकालः. हा, लङ्कारः. अस्तु, मासचेस् सुब्रह्मण्य महोदय तत्र अग्रे. आं महोदय, तत्र द्वित्रैः दिनैः एव श्यालैः ज्ञातं यत् आवुत्तः निरक्षरः अस्ति इति. ते कठोरवाग्भिः मल्लिनाथं परिहसितवन्तः. तेषां परिहासवचांसि श्रोतुम् अशक्ता मल्लिनाथस्य पत्नी पत्या सह स्वगृहं प्रति प्रस्थितवती. पुनः पठित्वा प्रतिपादयतु कृपया. तत्र द्वित्रैः दिनैः एव श्यालैः ज्ञातं यत् आवुत्तः निरक्षरः अस्ति इति. मल्लिनाथस्य श्यालाः ज्ञातवन्तः आवुत्तः निरक्षरः अस्ति इति. एतद्विषयं ते ज्ञातवन्तः द्वित्रीणि दिनपर्यन्तमेव. ते कठोर वाग्भिः मल्लिनाथं परिहसितवन्तः. श्यालाः मल्लिनाथं प्रति परिहासं कृतवन्तः. कठोरवाग्भिः इत्युक्ते कठोरवचनेन. वचनैः. वचनैः. अत्र तृतीया बहुवचनं वाग्भिः. तेषां परिहासवचांसि श्रोतुम् अशक्ता मल्लिनाथस्य पत्नी पत्या सह स्वगृहं प्रति प्रस्थितवती. मल्लिनाथस्य पत्नी तयाः भ्राताः परिहासवचनानि श्रुत्वा असक्त्या पत्या सह पतेः स्वगृहं प्रति गतितवती. समीचीनमस्ति. वस्तुतः पतिशब्दः असामान्यशब्दः अस्ति, किञ्चित् असामान्यशब्दः अस्ति. सामान्य यथा मुनिशब्दवत् नास्ति, पुल्लिङ्गशब्दः अस्ति चेदपि मुनिशब्दः वत् नास्ति. यत् यत् उदाहरणार्थं मुनिशब्दस्य तृतीय एकवचनं किं? मुनिशब्दस्य तृतीय एकवचनं मुनिना. किं पतिः अत्र किं किं दृश्यते अत्र? एतद् स्त्रीलिङ्गशब्दः अस्ति? न न न, पुल्लिङ्गशब्दः अस्ति एव. असामान्य असामान्य इकारान्त पुल्लिङ्गशब्दः अस्ति. तत्र नकारः न भवति, तत्र एकवचने नकारः न भवति, पति. अस्तु, अग्रे श्रीनिवासमहोदय अग्रे पठतु कृपया. अस्तु महोदय, मार्गमध्ये कुत्रचित् मल्लिनाथः पन्थानम् अभयतः स्थितान् पलाशशाखिनः दृष्टवान्. तेषु मनोहराणि पुष्पाणि विकासितानि आसन्. तानि दृष्ट्वा सः नितरां तुष्टः अभवत्. तुष्टः अभवत्. पुष्पदर्शनेन तुष्टं पतिं पत्नी उक्तवती, आम्, पलाशकुसुमं मनोहारी एव, परम् अविद्यावन्तं भवन्तं यथा तथैव निर्गन्धम् इदं पलाशपुष्पमपि जनाः निष्प्रयोजनं मन्यन्ते इति. अस्तु अस्तु, पुनः पठित्वा प्रतिपादयति कृपया. मार्गमध्ये मल्लिनाथः पलाशशाखिनः दृष्टवान्. पलाशशाखिनः पन्थानम् इत्युक्ते पन्थानं पन्थ्यां स्थिते. अत्र शब्दः अस्ति पथिन्. पन्थानम् इति प्रातिपदिकमस्ति. पथिन् पुल्लिङ्गशब्दः, पुल्लिङ्गशब्दः पथिन्. द्वितीयवचने एकवचने पन्थानम् असामान्यशब्दः अयम्. ओ, असामान्यं इत्युक्ते किं महोदय? किं पथिन् इति मार्गः इति अर्थः. पन्थानम् उभयतः, पन्थानम् उभयतः द्वितीयविभक्ति भवति एव. किम् अत्र पन्थानमिति वा? पन्थानम् एकवचनं द्वितीयविभक्तौ अस्ति. उभयतः द्वयां पतिपत्नी. उभयतः इत्युक्ते मार्गे द्विशास्ति. पतिपत्नी इति विषयः नास्ति अत्र. अत्र मार्गस्य मध्ये कुत्रचित् मल्लिनाथः पन्थानम् उभयतः एकस्मिन् पक्षे अपरस्मिन् पक्षे अपि स्थितान् वृक्षान् दृष्टवान्. अत्र तेषु मनोहराणि, तत्र स्थूलाक्षरैः लिखितशब्दः कः इति वदतु? पलाशशाखिनः. तत्र कीदृशशब्दः अस्ति? शाकिन् शाकिनः बहुवचनम् एक प्रथमाविभक्ति. प्रथमाविभक्तिः कथं पुनः? गुणि गुणिनौ गुणिनः. किन्तु प्रथमाविभक्ति सारि पुंलिङ्ग. अत्र प्रातिपदिकं किं? शाकिन्. तस्य अर्थः कः? किं शाखाः भवन्ति? सत्यं, शाखा सर्वे जानन्ति खलु, शाखा वृक्षस्य शाखाः भवन्ति खलु, सर्वे जानन्ति वा? शिल्पा भगिनी, सन्ध्या भगिनी, निहारिका भगिनी जानन्ति खलु शाखा? अस्तु अस्तु, तर्हि शाखेन यथा गुणिन् यथा महोदयेन उक्तम् अस्य अस्मिन् वा यस्य महोदय शाखा पुंलिङ्गम् अस्ति, शाखा इति स्त्रीलिङ्गशब्दः शाखा, किन्तु शाखिन् शाखिन् इति विशेषणं भवति, तत्र त्रिषु लिङ्गेषु भवति विशेषणमस्ति. अत्र पुल्लिङ्गशब्दः यथा वृक्षशब्दस्य विशेषं शाखिन्, शाखी वृक्षः. अस्य अस्मिन् वा यस्य शाखा अस्ति सः शाखी, स्पष्टं स्यात्? अस्तु, इदानीं पलाशशाखिनः इति अस्य अत्र श्रीनिवासमहोदय तत्र विभक्तिः वचनं शाखिनः प्रथमाविभक्ति बहुवचनं पुंलिङ्गं, किन्तु वाक्यं पश्यतु, वाक्यं दृष्ट्वा पुनः वदतु विभक्तिः का स्यात्. ओ द्वितीयाविभक्ति बहुवचनं. किमर्थं समीचीनं? सः दृष्टवान्, किं दृष्टवान्? दृष्टवान् इति शब्दस्य कर्मपदं, कर्म दृष्टवान्, दृष्टवान् प्रथमाविभक्ति, दृष्टवान् इति प्रथमाविभक्ति, सत्यं. अत्र पलाशशाखिनः, शाखी शाखिनौ, शाखिनः शाखिनं, शाखिनौ शाखिनः, द्वितीयाविभक्ति बहुविभक्ति बहुवचनम्. अस्तु अग्रे. तेषु मनोहराणि पुष्पाणि शाखिन, तेषु मनोहराणि पुष्पाणि विकासितानि आसन्. बहुवचनं पुष्पाणि विकास, तानि दृष्ट्वा सः नितरां तुष्टः अभवत्. कः कः अभवत्? सर्वदा मञ्जुनाथः. सत्यं, मञ्जुनाथः सन्तुष्टः अभवत् पुष्पदर्शनेन. तुष्टं पतिं, द्वितीयविभक्ति, पतिं दृष्ट्वा पत्नी उक्तवती, आम् पलाशकुसुमं मनोहारि एव, कुसुमं मनोहारि एव, परम् अविद्यावन्तं भवन्तं यथा तथैव निर्गन्धम् इदं पलाशपुष्पमपि जनाः निष्प्रयोजनं मन्यन्ते. अविद्यावन्तं भवन्तं, द्वितीयाविभक्ति, अविद्यावान् अविद्यावन्तं, द्वितीयाविभक्ति एकवचनम्. अस्तु समीचीनं, भवन्तं द्वितीयाविभक्ति एकवचनं. निर्गन्धम् इदं पलाशपुष्पमपि जनाः निष्प्रयोजनं मन्यन्ते, समानमेव. निर्गन्धं पुष्पम् एव भवानपि अविद्यावान् भवत् इति भवति, अतः भवान् समानमेव जनाः निष्प्रयोजनं मन्यन्ते. निष्प्रयोजनः भवान् पुलिङ्गे, आम् भवान् निष्प्रयोजनः, प्रयोजनः नास्ति. प्रयोजनं, यस्य प्रयोजनं नास्ति सः निष्प्रयोजनः पुलिङ्गे. अस्तु, सर्वं स्पष्टमस्ति. निर्गन्धम् इत्युक्ते यस्य गन्धः नास्ति. तत्र निहारिका भगिनी वदतु, तत्र किमर्थं निर्गन्धम् इत्युक्तम्? तानि पुष्पाणि द्रष्टुं सुन्दराणि सन्ति, परन्तु तेषां गन्धः कोऽपि नास्ति. अतः जनाः किं चिन्तयन्ति? ते जनाः चिन्तयन्ति यत् पुष्पाणां प्रयोजनं नास्ति किमपि नास्ति किमपि इति यथा मल्लिनाथः विषये किं चिन्तयन्ति यथा निर्गन्धानि पुष्पाणि न कोऽपि प्रयोजनाः न कोऽपि प्रयोजनः भवति तथा मल्लिनाथः प्रयोजनार्थं नास्ति यतोहि तस्य विद्या नास्ति सः बुद्धिमान् नास्ति बहु समीचीनं तथैव अस्ति अग्रे पठतु कृपया पत्न्याः तया वाचा मल्लिनाथः जागरितः अभवत् स्वस्य अज्ञानविषये सः लज्जाम् अन्वभवत् ततः सः शास्त्रसम्पदं कथमपि उपार्जितुं मनसा निश्चितवान् पत्नीं स्वगृहं प्राप्य प्रापय ज्ञानार्जनाय वाराणसीम् आगच्छत् च पुनः पठित्वा प्रतिपादयतु पत्न्याः तया वाचा मल्लिनाथः जागरितः अभवत् तस्याः नाम तस्य पत्न्याः वाक्यानि श्रुत्वा सः जागरितः जातः तस्य जागरणं जातं स्वस्य अहं मम ज्ञानं नास्ति इति सः ज्ञातवान् अतः लज्जाम् अनुभूतवान् अतः अहं शास्त्रसम्पादम् अध्ययनं करोमि इति मनसि स्थापितवान् अनन्तरं पत्नीं गृहं प्राप्य इतोपि अग्रे पठामि इति विचिन्त्य वाराणसीं गतवान् समीचीनमस्ति अत्र प्रापय्य इति कीदृशरूपम् अस्ति प्रापय्य ल्यप् प्रत्ययः ल्यप् बहु समीचीनमस्ति प्रापयति इति अस्य ल्यप् अस्तु समीचीनमस्ति लक्ष्मीभगिनी अग्रे पठतु अनन्तरं समापयामः मल्लिनाथः तत्र कञ्चित् यशस्विनं सर्वशास्त्रविदं पण्डितम् उपगत्य आत्मानं शिक्षितुम् अयाचत् तस्य विनयेन सौम्यया वाचा च आकृष्टः सः करुणार्द्रमनाः पण्डितः तं स्वगृहं नीत्वा पाठयितुम् आरब्धवान् अस्तु तावत् वदतु मल्लिनाथः तत्र कञ्चित् यशस्विनं सर्वशास्त्रविदं पण्डितम् उपगत्य आत्मानं शिक्षितुम् अयाचत् मल्लिनाथः वाराणस्यां कञ्चित् पण्डितं याचितवान् आत्मानं शिक्षितुं याचितवान् तानि पण्डितानि यशस्विनः सर्वशास्त्रविदः मल्लिनाथः यशस्विनम् इति यस्य यशस्विनम् इति प्रथम एकवचनं किम् यशस्वी यशस्वी इति अस्ति यशस्वी समीचीनम् अग्रे पण्डिताः यशस्विनः पण्डितः सर्वशास्त्रविदः सः मल्लिनाथः आत्मानं शिक्षितुं पण्डितं याचितवान्. अयाचित् अयाचत लङ्लकारः याचते याचते आत्मनेपदी लङ्लकारः शिक्षितुं तुमिन् प्रे अग्रे अग्रे तस्य विनयेन सौम्यया तस्य विनयेन सौम्यया वाचा च आकृष्टः सः करुणार्द्रमनाः पण्डितः तं स्वगृहं नीत्वा पाठयितुम् आरब्धवान्. तस्य विनयेन सौम्यया वाचा विनयेन तृतीया एकवचनं सौम्यया तृतीया एकवचनं वाचा तृतीया एकवचनं त्रीणि विशेष त्रयः विशेषणशब्दाः मल्लिनाथस्य वाचाति विशेष्यं खलु तस्य वाचा तस्य वाचा च वाचाति विशेष्यमस्ति विशेष्यम् आं महोदय वाचा आकृष्टः आकर्षितः पण्डितः मल्लिनाथं मल्लिनाथं पाठयितुम् आरम्भं कृतवान्. अत्र पश्यन्तु करुणार्द्रमनाः करुणार्द्रमनाः अत्र मनस् इति सकारान्तशब्दः अत्व्र पुनः बहुव्रीहिसमासः यथा सचेताः इति गते सप्ताहे वयं परिशीलितवन्तः अद्यैव सचेताः चेतस् इति नपुंसकलिङ्गशब्दः यथा मनस् सचेताः इति पुल्लिङ्गशब्दस्य विशेषणं कृत्वा प्रथम एकवचने सचेताः करुण आर्द्र करुणार्द्र करुणार्द्रमनाः इति यथा वयं दृष्टवन्तः अद्य केचन शब्दाः सकारान्तशब्दाः पुल्लिङ्गे तत्र कथा तथा भवन्ति एकवचने खलु. तत्र कालार्थे अनेहस् इति आसीत् अपि च ब्रह्मा इति अस्मिन् अर्थे वेधस् वेधाः अनेहस् इति च अनेहाः इति कृत्वा एवं करुणार्द्रमनाः. अस्तु अस्माकं समयः जातः अग्रिमे सप्ताहे इतः अग्रे सरेम समीचीनं वा महोदय. ओके अस्तु अस्तु तर्हि धन्यवादः नमस्कारः धन्यवादः पुनर्मिलामः नमस्कारः नमस्कारः महोदय.